गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तृप्तसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि गुणप्रकरणे पुनस्मारणं समापितम् अस्माभिः। तत्र प्रत्यभिज्ञा यावत् अस्माभिः पठितं, स्मृतिः अपि पठितम्। इत्युक्ते अनुभवेन स्मृतिः जायते, अनुभवेन संस्कारः जायते, संस्कारेण स्मृतिः जायते। तर्हि स्मृतिः इति कार्यम् इति तावत् अस्माभिः पठितम्। तर्हि इदानीम् अनुभवः इत्युक्ते कः इत्यस्मिन् विषये अग्रे पाठः गच्छति। एकत्रिंशत् अधिक एकशततमपुटे तत्र अधोभागे आधाराधेयभावः ज्ञानं विना अपि भवति इति ततः आरभ्य पठति। अस्तु मेल्महोदय, भवानेव आरब्धं करोतु महोदय। आं महोदय, अस्तु। अत्र आधाराधेयभावः ज्ञानं विनापि भवति, तद्भिन्नं ज्ञानमनुभवः स द्विविधः, यथार्थो यथार्थश्चेति तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतम् इति ज्ञानं सैव प्रमेत्युच्यते। अस्तु, अत्र किं करोतु महोदय, अत्र शीर्षकमस्ति इति खलु, शीर्षकमस्ति खलु, आधारादयभावः ज्ञानं विनापि भवति इत्युक्ते भवतः अवगमनं किम् इति वदतु। अत्र अस्तु, यत्र कार्यकारणभावः इत्यस्य विषये वयं पठितवन्तः, तत्र आधार आदेयभावः यत्र यत्र अस्ति तत्र कार्यकारणभावः अपि अस्ति इति वयं पठितवन्तः। इति पठितवन्तः वा अथवा विपरीतरीत्या, कार्यकारणभावः यत्र अस्ति तत्र आधारादेयभावः अस्ति इति? सत्यं। हा, तर्हि अत्र ज्ञानं विना अपि आधारादेयभावः भवितुं शक्नोति इति शीर्षकः अस्ति। अत्र ज्ञानं नास्ति चेत् अपि तत्र आधारादेयभावः कुत्र कुत्र भवति इति अग्रे आयास्यति इति अहं मन्ये। अनुभवः इत्यस्य विवरणम् अग्रे आयास्यति। तत्र प्रथमम् अस्ति तद्भिन्नं ज्ञानम् अनुभवः। अत्र वयं दृष्टं महोदय, अत्र इतोपि किञ्चित् चिन्तनीयं। प्रथमम् अत्र कारणकार्यभावः यत्र अस्ति तत्र सर्वत्र आधारादेयभावः अस्ति इति चेत् समवायीकारणे तादृशं भवति। सत्यम्। असमवायीकारणे किम्? समवायीकारणे तादृशं न भवति। इत्युक्ते समान अधिकरणं भवेत्। हा, समान अधिकरणं भवेत्। आधारादेयः भावः भवेत् इति नास्ति खलु? समानाधिकरणम् एकस्मिन् अधिकरणे भवेत्। तर्हि यदा औत्सर्गिकरूपेण नियमत्वेन वदामः तर्हि कार्यकारणभावयोः मध्ये समान अधिकरणं भवेत् इति एव नियमः, सामान्यनियमः। सत्यम्। अस्तु, अत्र आधार आधेयभाव अभावः ज्ञानं विना अपि भवति इत्यस्य अर्थः कः? उदाहरणं स्वीकृत्य वदतु। अस्तु, अत्र घटः भूतले अस्ति, घटः भूतले अस्ति तदेव। तत्र अस्माकं यदि ज्ञानं न भवति चेत्, यदि वयं घटं न पश्यामः तर्हि तत्र घटः तु भूतले एव अस्ति, अतः तत्र भूतलम् इति आधारः अस्ति, घटः तु आदेयः अस्ति। यद्या अस्माकं मनसि अस्माकम् आत्मनि तत् ज्ञानम् अस्ति वा न वा तत् नास्ति चेदपि तस्य कोऽपि आवश्यकता नास्ति ज्ञानस्य। तत्र ज्ञानं विना अपि तत्र आधारादेयभावः अस्ति एव। हा, इति शीर्षकमस्ति, समीचीनम्। आधार आदेयभावः ज्ञानं विना अपि भवति इत्युक्ते यदा तत्र पूर्वम् अस्माभिः चिन्तितं खलु, इत्युक्ते यत्र अपेक्षाबुद्धिः भवति एकत्वं, तत्र द्वित्वादिकं यत्र अपेक्षा बुद्धिः भवति तदा एव द्वित्वादिकं जायते, तादृशम् अत्र नास्ति. इत्युक्ते एकत्वम् अस्माकम् अपेक्षाबुद्धिः विनापि प्रत्येकं वस्तुनि अस्ति एव इति अस्माभिः अधीतं खलु. एवम् अत्रापि घटः भूतले अस्ति इत्यत्र घटः आधेयः, भूतलम् आधारः, तर्हि घटे आधेयः इति आधार आधारादेयभावः तयोः ज्ञानं विनापि अस्ति. किन्तु अत्र एकः प्रश्नः मनसि भवेत् तत् किम् इति इत्युक्ते आधारभा आधार घटभूतलयोः मध्ये आधारादेयभावः अस्ति ज्ञानं विनापि तद् अस्ति एव इति कथं वा वक्तुं शक्नुमः? कथं वक्तुं शक्नुमः? प्रश्नः बुद्धं खलु. आम् आम् ज्ञानं नास्ति चेत् कोऽपि अन्यत् कोऽपि वदति चेत् तदपि अन्यत् कोऽपि वदति चेदपि तस्य ज्ञानम् अस्ति चेदेव सः वदति खलु. आमां ज्ञानं भवति एव तदेव. इत्युक्ते ह्यः रात्रौ एकं घटं भूतले मया स्थापितम् इति चिन्तयतु. अस्तु, अद्य प्रातःकाले उत्थाय इदानीमपि तत्र घटः अस्ति एव इति अहं वदामि चेत् भवान् कथं जानाति? केनापि आनेतुं शक्यते खलु? न, संस्कारः अस्ति इत्युक्ते स्मृतिस्मरणं कर्तुं शक्यते. ह्यः अत्रैव मया स्थापितः इति. किन्तु इदानीमपि तत्र घटम् अस्ति, घटे आधेयता अस्ति, भूतले आधारता अस्ति, मम ज्ञानं विना अपि तत्र तयोः मध्ये आधारादेयभावः अस्ति इति निश्चयेन कथं वा वक्तुं शक्यते? निश्चयेन भवतु, निश्चयेन न वक्तुं शक्नुमः खलु. इत्युक्ते ज्ञानं विना अपि आधारादेयभावः वर्तते एव इति निश्चयेन कथं वा स्यात्? निश्चयेन न वक्तुं शक्नुमः. तत्र मया स्थापितम् इति स्मरणं भवितुम् अर्हति. अस्तु, इति प्रश्नः उदेति तत् मनसि अन्यत्र स्थापयन्तु, अग्रे तस्मिन् विषये ते किं वदन्ति इति पश्येम. अस्तु, तर्हि प्रथमम् अत्र लक्षणवाक्यमस्ति खलु, तद्भिन्नं ज्ञानम् अनुभवः, तदेव वदतु. आं, तद्भिन्नं ज्ञानम् अनुभवः. अत्र ज्ञानम् इत्यस्य प्रकारः वयं दृष्टवन्तः, स्मृति अपि च अनुभवः. अतः अत्र स्मृतेः लक्षणं वयं पठितवन्तः पूर्वे, पूर्वस्मिन् पाठे एव. एतस्मिन् पाठे अधुना अनुभवः इत्यस्य विषये लक्षणवाक्यमस्ति, तद्भिन्नं ज्ञानम् इति अनुभवः. तर्हि अनुभवः इति अन्यत् ज्ञानम् अस्ति, स्मृतेः इति एकम्, अनुभवः इति द्वितीयम्. तर्हि तद्भिन्नम् इत्यनेन किम् उक्तं? तत् इत्युक्ते किं? तत् इत्युक्ते स्मृति इति स्मृति. अपि च ज्ञानं तु द्विविधः, स्मृतिः अपि च अनुभवः. अत्र पुनः अनुभवः इति अपि स द्विविधः इत्यनेन अत्र उक्तमस्ति. अनुभवः इति अपि द्विविधः अस्ति, यथार्थः अपि च अयथार्थः इति द्विविधः, यथार्थो यथार्थश्चेति इत्यनेन. अत्र यथार्थः, यथार्थ अनुभवः इत्यस्य व्याख्या दत्तम् अत्र अस्ति, तद्वति तत्प्रकारकोऽनुभवो इति यथार्थः, यथार्थ अनुभवः इति. अग्रे तस्य कृते एव उदाहरणं दत्तमस्ति, यथा रजते इदं रजतम् इति ज्ञानं, स एव प्रमा इति उच्यते. दीर्घाकर प्रमा इति उच्यते. अत्र यथार्थ अनुभवः किम् इत्यस्य कृते अत्र दत्तमस्ति, तद्वति तद्वति तत् प्रकारक इति यथार्थानुभवः. अत्र रजते इदं रजतम् इत्युक्ते अत्र इदं रजतम् इति यत् ज्ञानमस्ति, यदा वयं किमपि वस्तुं पश्यामः चेत् यदा रजतम् अस्ति चेत् तर्हि तद् दृष्ट्वा वयं वदामः चेत् वदामः इदं रजतं, तर्हि तत् एतत् ज्ञानम् अस्माकम् आत्मनि जायते. तत् रजते रजतत्वम् अस्ति, तत् धर्मः अस्ति. अत्र प्रकारक इत्युक्ते किं, तर्हि वयं दृष्टवन्तः घटः भूतले अस्ति. तत्र घटः इति घटः अपि च भूतलम् अपि च द्वयोः मध्ये यः सम्बन्धः अस्ति, संयोगः सम्बन्धः, त्रीणि विषयाः सन्ति तत्र. तर्हि वयं दृष्टवन्तः भूतलम् इति विशेष्य अस्ति, अतः तत्र विशेष्यता वर्तते भूतले. घटे प्रकारता वर्तते, अपि च घटभूतलयोः मध्ये यः संयोगसम्बन्धः अस्ति तत्र तस्मिन् संसर्गता वर्तते इति वयं दृष्टवन्तः. तावदेव अत्र तथैव अत्रापि इदं रजतम् इति उदाहरणे यः पदार्थः रजतम् इत्युक्ते रजतम् अस्ति, तस्मिन् रजतत्वम् इति धर्मः अस्ति. अतः अत्र एतस्मिन् उदाहरणे रजतत्वम् इति प्रकारकः भवति. रजतम् इति विशेष्यं भवति, अपि च रजतत्वम् अपि च रजतम् इत्यनयोः मध्ये समवायसम्बन्धः अस्ति, तत् समवायसम्बन्धः एव संसर्गता भवति. अतः तद्वति इत्युक्ते रजतत्वम् इति मन्ये, अपि च तत् प्रकारक इत्युक्ते अपि रजतत्वं, तदेव रजतत्वम् इति अस्माकं मन आत्मनि यः ज्ञानं जायते तद् एव यथार्थ अनुभवः इत्युक्ते ज्ञानं भवति. इत्युक्ते रजतं दृष्ट्वा एव इदं रजतम् इति आत्मनि यः ज्ञानं जायते तदेव यथार्थ अनुभवः. तदेव तस्य अन्यत् नाम अस्ति प्रमा इति अहं मन्ये. बहु समीचीनं महोदय, किन्तु अत्र तद्वती तत्प्रकारकः इत्यत्र बहु किमपि अस्ति, तदेव तस्मिन् विषये अग्रे पाठः भवति, तत् पठेम. किन्तु अत्र ज्ञानं किं, ज्ञानस्य आकारः कः? इदं रजतम् इति ज्ञानस्य आकारः. इदं रजतम् इति ज्ञानम्? हा, क्षम्यताम्, इदं रजतम् इति ज्ञानस्य. इदं रजतं, तर्हि अस्मिन् ज्ञाने, इदं रजतम् इत्यस्मिन् ज्ञाने प्रकारता कुत्र अस्ति, विशेष्यता कुत्र अस्ति इति वदतु. प्रकारता रजतत्वधर्मे अस्ति, अपि च विशेष्यता रजते अस्ति. किन्तु इदं रजतम् इत्येव ज्ञानं करो, भूतले घटः. अत्र भूतले घटः इत्यत्र प्रकारता कुत्र अस्ति, विशेष्यता कुत्र अस्ति? प्रकारता घटे अस्ति, विशेष्यता भूतले अस्ति. किमर्थम् इत्युक्ते भूतलम् इति विशेष्यं घटः, घटेन एव तस्य विशिष्यते. अतः घटः इति विशेषणं भवति. एवम् अत्रापि इदं रजतम् इत्यत्र, अत्रापि इदं रजतम् इत्युक्ते भूतले रजतम् अस्ति इति स्वीकर्तव्यं वा? न, भूतले रजतं नास्ति. अस्तु, यथा भूतले घटः इत्यस्मिन् ज्ञाने, हा, रजते रजतम् इति अस्ति, रजते रजतम् अत्र. किन्तु रजते रजते रजतम् इति ज्ञानं नास्ति खलु, ज्ञानस्य आकारः कः अत्र? इदं रजतम्. हा, सत्यम्, इदं रजतम् इति ज्ञानस्य आकारः. तर्हि विशेष्यता इदम् इति पदे अस्ति, इदमी अस्ति. विशेष्यता इदमी अस्ति, प्रकारता तु रजतत्वे अस्ति. रजतत्वे, सम्यक्. इदम् इत्युक्ते किम् इति मया न अवगतं, अतः तत्र विशेष्यता कथं भवेत् इति न अवगतम्. अस्तु, तस्मिन् विषये एव अग्रे पाठः आयास्यति. अस्तु अस्तु अस्तु. समीचीनं महोदय, बहु समीचीनम्। अस्तु अग्रे कः सत्यभौमभगिनी पठति किं स्मृतिरूपम्? स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्ष्यति तत् भिन्नमिति, स्मृति भिन्नं ज्ञानम् इति अर्थः। अनुभवः च इन्द्रियादिप्रमाणजन्यः संस्कारनिरूपणे दर्शितः तत् विद्यमाः तद्वैविध्यमाः सा इति यः पदार्थः यत्र वर्तते तं तत्र अवगाहरे विषयीकरोति यः अनुभवः सः यथार्थः। तदेव इदानीं महोदयेन उक्तं खलु, यः पदार्थः विषयीकरोति सः एव अनुभवः इति। सः पदार्थः एव अत्र अस्ति इति, यदि स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्षयति तद् भिन्नमिति। अस्तु, तर्हि अत्र लक्षणवाक्यं किं भगिनि? कस्य महोदय? इदानीं तद्भिन्नं ज्ञानम् अनुभवः इति लक्षणवाक्यं खलु। आम्, अत्र लक्ष्यं किम्? अनुभवः। अस्तु, लक्षणवाक्यं किम्? तद्भिन्नं ज्ञानम् अनुभवः इति। तद्भिन्नम् इत्युक्ते स्मृतिभिन्नं ज्ञानम् अनुभवः इति। हा, तर्हि कति दलानि सन्ति? स्मृतिभिन्नं ज्ञानम् अनुभवः द्वे दलं प्रतिपादयतु। तद्भिन्नं ज्ञानम् ततः ज्ञानम् अनुभवः न, वयं कथं वदामः न्यायवर्गे तद्भिन्नत्वे सति अनुभवः इति भवति न? अनुभवः इति लक्ष्यमस्ति खलु, किमर्थं लक्षणे तद् योजयति? तद्भिन्नत्वे सति ज्ञानत्वम् अनुभवः, पुनः ज्ञानत्वम् अनुभवः इति अपि भवति खलु भगिनि? तद्भिन्नत्वे सति ज्ञानत्वम् इति दलद्वयम्। आम् आम्, उत्तमम् उत्तमम्। तद्भिन्नत्वे सति ज्ञानत्वम् अनुभवस्य लक्षणम्। तर्हि अत्र तद्भिन्नत्वम् इत्यत्र तद् इत्यनेन किम् उक्तम्? स्मृतियुक्तम् उक्तम्। तर्हि सत्यं, तर्हि तद्भिन्नम् इति भिन्नपदेन किं परामर्शितं भवति? तद्भिन्न स्मृति त्यक्त्वा अन्ये यदस्ति तद्वा? न, अन्ये यदस्ति तदेव भिन्नम् इत्युक्ते स्मृतिं विना यत् लोके यत्किमपि अस्ति तत्सर्वं, किन्तु तत्सर्वं स्वीकरणीयं वा नो चेत् किं स्वीकरणीयं तद्भिन्नम् इत्यनेन? यद् ज्ञानं विषयीकरोति तदेव संस्कारः अनुभवः इति अस्ति। संस्कारभिन्नजन्यत्व अभावत् सति संस्कारः स्वीकरणीयं वा? किमर्थं मां पृच्छति? भवत्याः चिन्तनं किम् इति वदतु, भवत्याः चिन्तनं किम् इति वक्तव्यं, तस्य प्रतिपादनमपि कर्तव्यम्। एतत् स्वीकर्तव्यं, यदि आम् इति अहं वदामि भवती स्वीकरोति किम्? स्मृतिरूपं कार्यम् एकनिमिषम् अहं चिन्तयति चिन्तयित्वा वदतु। अस्तु, यावदस्माभिः पठितं तत्र ज्ञानत्वं कुत्र कुत्र वर्तते? ज्ञानं विषये वर्तते, इन्द्रियप्रत्यक्षे वर्तते वा? एकनिमिषं चिन्तयित्वा आत्मनि आत्मनि वर्तते न न ज्ञानं कुत्र वर्तते इत्युक्ते ज्ञानत्वं कुत्र वर्तते इति मया पृष्टं ज्ञानं कुत्र वर्तते इति न ज्ञानत्वं ज्ञाने वर्तते ज्ञानत्वं तु ज्ञाने वर्तते इति सत्यं तर्हि स्मृतौ ज्ञानत्वमस्ति वा न वा स्मृतौ अस्ति प्रत्यभिज्ञायां ज्ञानत्वमस्ति वा न वा अस्ति अस्ति तदेव प्रश्नः ज्ञानत्वं कुत्र कुत्र वर्तते इति चेत् स्मृतौ वर्तते प्रत्यभिज्ञायां वर्तते अनुभवे अपि वर्तते इति वक्तव्यम् एतत्त्रयं विहाय अन्यत्र यत्र कुत्रापि अस्ति किं ज्ञानत्वम् यावत् अस्माभिः अधीतम् संस्कारे वर्तते संस्कारे ज्ञानत्वमस्ति किम् संस्कारे जन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणं स्मृतेः वर्तते प्रत्यभिज्ञायां वर्तते अनुभवे वर्तते त्रिषु एव स्थलेषु वर्तते खलु संस्कारः संस्कारे गुणत्वमेव अस्ति ज्ञानत्वं नास्ति संस्कारः एकविधज्ञानं वा संस्कारः न ज्ञानं नास्ति संस्कारः ज्ञानं नास्ति खलु तर्हि स्मृतिभिन्नं ज्ञानम् इत्यत्र दलद्वयम् अस्ति इति भवत्या उक्तं स्मृतिभिन्नत्वे सति ज्ञानत्वं तर्हि स्मृतिभिन्न तत्र भिन्न इत्यनेन किं स्वीकर्तव्यं यदि दलद्वयं स्वीकुर्मः प्रत्यभिज्ञा अस्ति अस्तु तर्हि तर्हि स्मृतिभिन्नम् इत्यनेन प्रत्यभिज्ञा इति स्वीकुर्मश्चेत् प्रत्यभिज्ञात्वे सति ज्ञानत्वम् इति अनुभवस्य लक्षणं भवति खलु भवति तर्हि तत् समीचीनं वा प्रत्यभिज्ञात्वे सति ज्ञानत्वम् इति लक्षणम् अनुभवस्य लक्षणम् अनुभवे संस्कारः नास्ति खलु अतः तत् समीचीनं नास्ति अस्तु अन्येषां चिन्तनं किम् अत्र कति दलानि सन्ति इति तद्भिन्नं ज्ञानम् अनुभवः इति अस्ति तत्र अहं मन्ये एक एव दलम् अस्ति तद्भिन्नं ज्ञानम् इति अस्ति इत्युक्ते अत्र स्मृतिभिन्नं ज्ञानम् इति दलद्वयम् इति भाति किन्तु वस्तुतः अत्र दलद्वयं नास्ति एकमेव दलम् अनुभवः कः इत्युक्ते अनुभवे ज्ञानत्वम् अस्ति स्मृतिभिन्नत्वम् अपि अस्ति इत्युक्ते स्मृतिभिन्नत्वम् इत्युक्ते स्मृतेः भिन्नः अस्ति किम् इति चेत् अनुभवः एव इत्युक्ते अन्यत् किमपि न परामर्शितम् अत्र केवलम् अत्र अनुभवः एव उक्तः तावदेव इत्युक्ते ज्ञानं द्विविधम् इति उक्त्वा स्मृतिः अपि ज्ञानम् यदि स्मृतिभिन्नत्वे सति ज्ञानत्वम् इति स्वीकुर्मः तत्र प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति खलु इति कृत्वा प्रत्यभिज्ञायाम् अतिव्याप्तिः प्रत्यभिज्ञा तु स्मृतिभिन्नमस्ति तदस्माभिः निरूपितम् अपि च प्रत्यभिज्ञायां ज्ञानत्वमपि अस्ति इति कृत्वा अस्तु भवतु तर्हि अत्र लक्षणवाक्यम् इत्युक्ते इतोपि स्पष्टता भवेत् अस्मिन् लक्षणवाक्ये इत्युक्ते व्यावहारिकरूपेण अत्र उक्तमस्ति व्यावहारिकरूपेण एव अत्र उक्तमस्ति इतोपि किञ्चित् स्पष्टता भवेत् शास्त्रीयलक्षणं नास्ति तत् हा शास्त्रीयलक्षणं नास्ति इति भाति अस्तु समीचीनम् तद्वैविध्यमः स इति. अस्तु सत्यभाम भगिनी, अन्तिमपरिचय अन्तिमवाक्यमस्ति खलु, यः पदार्थः यत्र वर्तते तं तत्र अवगाहते विषयीकरोति यः अनुभवः सः यथार्थः इति वाक्यस्य अर्थः वदति वा? भूतले घटः घट अस्ति इति स्थितिः, अत्र यदि घटविषयकज्ञानम् अस्ति चेत् घटम् अवगाहते, अयं घटः इति ज्ञानं भवति चेत् तद् अनुभवः यथार्थः. अस्तु, इदानीं ज्ञानस्य आकारः कः, अयं घटः इति वा नो चेत् भूतले घटः इति वा? भूतले घटः इति आधारादेयभावः अस्ति, अयं घटः इति विषयज्ञानमस्ति. तर्हि इदानीं ज्ञानस्य विषये एव चिन्तनं खलु, तर्हि भूतले घटः इति न वक्तव्यमेव. घटः यत्र कुत्रापि भवतु, घटे घटं पश्यामश्चेत् घटे घटं पश्यामश्चेत् तादृशज्ञानं यथार्थ अनुभवः. इत्युक्तौ रज्जौ अस्माकं शास्त्रीय उदाहरणमस्ति खलु, रज्जौ रज्जुमेव पश्यामश्चेत् महोदय रज्जौ अर्थः कः? रोप् रज्जुः इत्युक्ते रोप्, रज्जुः इति स्त्रीलिङ्गपदमस्ति. तदा रजतम् इति वा? रजतम् इति सिल्वर्. सिल्वर् ओके. हा, अत्र शास्त्रे उदाहरणद्वयं सामान्यतया भवति, रज्जौ सर्पः इति भ्रमज्ञानमस्ति, रज्जौ रज्जुः इति प्रमाज्ञानमस्ति, प्रमा अस्ति. इत्युक्ते रज्जुं दृष्ट्वा एषा रज्जुः इति वदामश्चेत् तादृशज्ञानं यथार्थज्ञानमस्ति, रज्जुं दृष्ट्वा एषः सर्पः इति वदामश्चेत् अयथार्थज्ञानं भ्रमा अस्ति. एवमेव शुक्तिः इत्युक्ते शेल्, तत्र बीच् मध्ये लभ्यते खलु शेल्, यस्यां चाकचित्वं दृश्यते, चाकचित्वम् इत्युक्ते शैनिङ्ग्. तर्हि किञ्चित् दूरात् पश्यामश्चेत् तत् रजतमिव दृश्यते, सा शुक्तिः रजतमिव दृश्यते. रजतम् इत्युक्ते सिल्वर्, शुक्तिः इत्युक्ते शेल्. वि आर् सीङ्ग् ए शेल्, पीस् आफ् शेल् एस् सिल्वर्. तर्हि शुक्तौ शुक्तिज्ञानं भवति चेत् तद् यथार्थज्ञानं, शुक्तौ रजतज्ञानं भवति चेत् तत् अदा अयथार्थज्ञानम् इति तावदेव अस्ति. अस्तु, अत्र विषयीकरोति यः अनुभवः सः यथार्थः इति, यथार्थः इत्युक्तं खलु, अत्र अयमाशयः इति लिखितमस्ति तत्. अस्तु, रमेश महोदय पठति वा? पठामि महोदय, परन्तु एकः प्रश्नः अस्ति, अत्र जलम् एकम् एव अस्ति इति कथम् अवगन्तुं शक्यते? तत्र द्वे दले स्तः इति भाति, एकं तु तद् भिन्नं, यानि स्मृतिभिन्नः भिन्नम् एकं दलं, तत् ज्ञानम् अपि भवेत् इति द्वितीयदलम् अस्ति. अस्तु, तर्हि भवान् एव चिन्तयतु, यदि स्मृतिभिन्नम् इति अन्यद्दलम् इति स्वीकुर्मः, स्मृतिभिन्नम् इत्यनेन किं परामर्शितमस्ति, दलसार्थं किं करोतु? न, स्मृतिभिन्नं यत् स्मृतिः न अस्ति तादृशं तत् ज्ञानम् अपि भवेत् तत् अनुभवः भवति इति दत्तमस्ति. अस्तु, तर्हि दलसार्थं किं करोतु, अनुभवः इति पदं ज्ञानं ज्ञानत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? यत् स्मृतिः नास्ति तर्हि किमपि न भवति, आकाशे अपि अतिव्याप्तिः भवति. भवतु, एकमेव वदतु, आकाशे अतिव्याप्ति. समीचीनम्, इदानीं स्मृतिभिन्नत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? स्मृतेः अतिव्याप्तिः भवति, स्मृतौ अतिव्याप्तिः भवति. तर्हि इदानीं मिलित्वा स्मृतिभिन्नत्वे सति ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् केवलम् अनुभवे पतति वा लक्षणम्? अनुभवे पतति, प्रत्ययविज्ञायाम् अपि पतति. हा, इत्यतः मया उक्तम् अत्र एतद् लक्षणवाक्यं व्यावहारिकरूपेण उक्तं समीचीनं नास्ति. इतोपि स्पष्टीकर्तव्यं खलु. स्मृतिभिन्नत्वे सति ज्ञानत्वम् इति एव लक्षणवाक्ये तत्र दलद्वयमेव स्वीकुर्मश्चेत् तत्र प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति खलु. आम्, इति कृत्वा एतद् लक्षणवाक्यत्वेन न स्वीकुर्मः इति मया उक्तम्. तर्हि यदा लक्षणवाक्येन न स्वीकुर्मः, अस्तु वदतु. न महोदय, वदतु महोदय. यदि लक्षणवाक्यत्वेन न स्वीकुर्मः तर्हि दलसार्थक्यं न कुर्मः. केवलं सामान्यवाक्यं यदस्ति तादृशम् अवगच्छामः. स्मृतिर्भिन्नम् इत्युक्ते किं? स्मृतिः न भवेत् इति अर्थः. स्मृतेः भिन्नः इति, अपि च ज्ञानं, ज्ञानत्वं यस्मिन् अस्ति इति तावदेव अवगमनमस्ति अत्र. इत्युक्ते दलसार्थक्यं न कर्तुं शक्नुमः. यदि दलसार्थक्यम् अत्र द्वे दले स्तः इति स्वीकृत्य दलसार्थक्यं कुर्मः तदा दलद्वयं स्वीकुर्मश्चेदपि प्रतिविज्ञायाम् अतिव्याप्तिः भवति, दोषरहितलक्षणं न भवति. इति कृत्वा सामान्यवाक्यम् इति मया उक्तं तावदेव. प्रत्ययविज्ञापि अनुभवस्य एकप्रकारः इति न, एकविधा इति न स्वीकुर्मः वा? नास्ति खलु अनुभवे. तर्हि इदानीम् अवगन्तव्यम् अनुभवः कथं जायते इति. अनुभवः इत्युक्ते किम्? अनुभवः कथं जायते इति एव अग्रे पाठः गच्छति. तर्हि अनुभवः कः इति जानीमश्चेदेव प्रत्यभिज्ञा अनुभवस्य एकविधः वा इति वक्तुं शक्यते खलु. तद् न अस्माभिः ज्ञातम् एतावत्. स्मृतिः इत्युक्ते किम् इति ज्ञातं, प्रत्यभिज्ञा इत्युक्ते किम् इति ज्ञातम्, अनुभवः इत्युक्ते किम् इदानीमेव पठन्तः स्मः खलु. तर्हि तत् पठेम प्रथमं. तदनन्तरं यदा अनुभवस्य सम्पूर्ण अध्ययनं जातं तदा पुनः एतत् प्रश्नं स्वीकृत्य इदानीम् अनुभवस्य यद् यद् यः अनुभवः इति अस्माभिः अवगतं तत्र प्रत्यभिज्ञा अपि अन्तर्भूतं भवितुम् अर्हति वा, नो चेत् प्रत्यभिज्ञा इति भिन्ना वा इति चिन्तनीयम्. अस्तु, तर्हि अत्र एतावत् अवगच्छामश्चेत् पर्याप्तं. स्मृतिभिन्नत्वे सति ज्ञानत्वम् इति लक्षणवाक्यत्वेन स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अपि एतद् लक्षणं भवति. प्रत्यभिज्ञा स्मृतिभिन्ना अस्ति, प्रत्यभिज्ञायां ज्ञानत्वमपि अस्ति इति कृत्वा तत्रापि अस्य किं लक्षणस्य लक्षणवाक्यस्य लक्षणवाक्यं तत्रापि पतति इति कृत्वा तत्र स्थगयामः. अनुभवः कः इति अध्ययनं कृत्वा पुनः परिशीलयामः. अस्तु, अग्रे पठतु महोदय. अयम् आशयः इति. आं महोदय, अयम् आशयः दीपिका दृष्टान्तेन ज्ञानस्य प्रकाशत्वं वर्णितम् एव, तेन च ज्ञानेन विषयता निरूप्यते. यस्मिन् पदार्थे सा विषयता, सः ज्ञानस्य विषयः, न अन्यः इति च ब्रूमः. सा च विषयता त्रिविधा, प्रकारता, संसर्गता, विशेष्यता च इति. प्रकारतादयः पदार्थाः ज्ञाने सति एव भवन्ति. ज्ञान अनुपत्तौ तु न पदार्थे प्रकारता, न संसर्गता, न अपि विशेष्यता. यथा इदं रजतम् इति प्रकृत उदाहरणे एतत् यथार्थज्ञानं ज्ञाननिरूपिता प्रकारता रजत्वे रजतत्वे संसर्गता समवाये इदं पदार्थे विशेष्यता च भवति। यदा तु ज्ञानं न अस्ति तदा न रजतत्वे प्रकारता न समवाये संसर्गता नापि इदम् इदमि विशेष्यता। अस्तु वदतु। अत्र आशयः किम् इति दत्तमस्ति, तत्र ज्ञानस्य यत् विषयता अस्ति तत् त्रिविधा अस्ति, प्रकारता संसर्गता विशेष्यता इति। यत् यदा ज्ञानम् उत्पद्यते तदा त्रयः विधज्ञान उत्पद्यते, यदा ज्ञानं न उत्पद्यते तर्हि प्रकारता अपि न अस्ति, संसर्गता अपि नास्ति, विषयता अपि नास्ति। त्रीणि ज्ञानानि उत्पद्यते इति भवता उक्तं किम्? त्रिविधज्ञान उत्पद्यते परन्तु नास्ति खलु त्रिविधज्ञानम् इति कथम्? एकस्मिन् ज्ञाने एव कति विषयाः सन्ति? त्रीणि विषयाः सन्ति एकस्मिन् ज्ञाने, त्रीणि विषयाः सन्ति, त्रयः विषयाः सन्ति। तद् प्रकारता इति ज्ञानं नास्ति वा महोदय? तद् न, भवानेव चिन्तयतु। प्रकारता इति भावप्रत्ययः अस्ति, शै इति प्रत्ययः अस्ति खलु, प्रकारता कुत्र भवति? यः आदेयः अस्ति तस्य प्रकारता भवति। न न, आदेयः यदस्ति तत्र प्रकारे प्रकारता भवति तावदेव। प्रकारे प्रकारता भवति, विशेष्ये विशेष्यता भवति, संसर्गे संसर्गता भवति। अपि च एते त्रयः इत्युक्ते एताः त्रयाः विषयतायाः प्रभेदाः, विषयतायाः प्रभेदाः इति वदति। ज्ञानस्य वैविध्यम् इति नास्ति। ज्ञानं केन सम्बन्धेन विषये अस्ति? विषयितासम्बन्धेन विषये अस्ति। पुनः वदतु। ज्ञानं विषयतासम्बन्धेन विषये अस्ति, विषयतासम्बन्धेन विषये अस्ति। ज्ञानं विषयतासम्बन्धेन विषये अस्ति इति प्रथमं वाक्यम्। इदानीम् अग्रिमप्रश्नः, ज्ञानस्य विषयः कति भवन्ति? त्रयः विषयः भवन्ति। उत्तमम्। प्रत्येकं ज्ञानस्य त्रयः विषयाः भवन्त्येव, प्रत्येकम् एकमेव ज्ञानं किन्तु विषयत्रयं वर्तते प्रत्येकं ज्ञाने इति अवगन्तव्यम्। इत्युक्ते त्रयः विषयाः सन्ति इति कृत्वा त्रीणि ज्ञानानि इति न अवगन्तव्यम्। एकस्य ज्ञानस्य त्रयः विषयाः सर्वदा भवत्येव इति द्वितीयं वाक्यम्। ज्ञानं विषयतासम्बन्धेन विषये वर्तते इति प्रथमं वाक्यं। द्वितीयं वाक्यं, प्रत्येकं ज्ञानस्य त्रयः विषयाः भवन्ति। अस्तु, इदानीं तृतीयप्रश्नः, त्रयः विषयाः के? प्रकारता संसर्गता विशेष्यता। त्रयः विषयाः के? प्रकारता इति न वक्तव्यं, प्रकारः संसर्गः विषयः विशेष्यः। उत्तमम्। इति एकस्य ज्ञानस्य त्रयः विषयाः सन्ति, प्रकारः संसर्गः, प्रकारः प्रथमं तत्र विशेष्यः इति वक्तव्यं, विशेष्यः प्रकारः तयोः मध्ये सम्बन्धः संसर्गः प्रत्येकं ज्ञानस्य, एकस्य ज्ञानस्य एव त्रयः विषयाः भवन्ति। अस्तु तर्हि इदानीम् अत्र किमुक्तम् इति चेत्, यदा अस्माकं ज्ञानं जायते, अस्तु तस्मात् पूर्वम् एकमपि वाक्यम् अहं वदामि, तर्हि प्रत्येकं ज्ञानस्य त्रयः विषयाः सन्ति इति उक्तं खलु, प्रकारः विशेष्यः संसर्गः अस्ति। तर्हि प्रत्येकम् अत्र प्रत्येकं विषये ज्ञानं केन सम्बन्धेन वर्तते इति प्रतिपादयतु। प्रत्येकं विषये ज्ञान केन सम्बन्धेन वर्तते? विषयितासम्बन्धेन, न न विषय ज्ञानं विषयतासम्बन्धेन विषये वर्तते। तर्हि यदि विषयत्रयमस्ति, प्रत्येकं ज्ञानस्य विषयत्रयमस्ति, तर्हि सम्बन्धः अपि त्रयः भवेत् खलु। तदेव प्रकारता संसर्गता सत्यं। हा तर्हि मेहुल् महोदय वदतु। प्रथमविषयः अस्ति प्रकारः अथवा विशेष्यः इति वदामः चेत्, विशेष्यः विशेष्य इति विषये विशेष्यता इति सम्बन्धेन ज्ञानं वर्तते। उत्तमं। द्वितीय तु अस्ति प्रकारे प्रकारता सम्बन्धेन ज्ञानं वर्तते। अपि च तृतीयं संसर्गे संसर्गता सम्बन्धेन ज्ञानं वर्तते। उत्तमं, बहु उत्तमम्। अस्तु इति अत्र सोपानेन अस्माभिः दृष्टं खलु रमेश महोदय। आं महोदय। हा तर्हि ज्ञानं प्रकारतासम्बन्धेन प्रकारे वर्तते, ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये वर्तते, ज्ञानं संसर्गतासम्बन्धेन संसर्गे वर्तते इति। तर्हि यदा ज्ञानं जायते तदा एव प्रकारता प्रकारे जायते, विशेष्यता विशेष्ये जायते, संसर्गता संसर्गे जायते खलु। अस्तु तर्हि इदानीं भूतले घटः वर्तते इति ज्ञानं, तद् ज्ञानं स्वीकुर्मः। भूतले घटः वर्तते, अत्र अस्मिन् ज्ञाने प्रकारः कः, विशेष्यः कः, संसर्गः कः? प्रकारता घटः, प्रकारता इति मा वदतु महोदय, प्रकारः घटः, प्रकारः घटः, भूतलं विषय विशेष्यः विशेष्यं विशेष्यं भूतल तत् सम्बन्धं भूतले घटः भूतले अस्ति इति तत् सम्बन्धं संसर्गः। स च सम्बन्धः कः? आधारादेय संयोगसम्बन्धः, संयोगः संसर्गः, प्रकारः घटः, संयोगः संसर्गः, विशेष्यः भूतलं, विशेष्यं भूतलम् इति अस्ति खलु। अस्तु तर्हि यदा भूतले घटः इति ज्ञानं जायते तदा एव घटे प्रकारता जायते, संयोगे संसर्गता जायते, भूतले विशेष्यता जायते। किन्तु इदानीम् अत्र घटं भूतले अहं न पश्यामि, तथापि घटः भूतले अस्ति इति चिन्तयतु, तर्हि ज्ञानं विनापि तयोः मध्ये किम् अस्ति? आधारादेयतभावः अस्ति, सम्बन्धः अस्ति। उत्तमं खलु। तर्हि अहं न पश्यामि चेदपि घटे आदेयता अस्ति, घटः एव आदेयः इति कृत्वा घटे आदेयता अस्ति, भूतलमेव आधारम् इति कृत्वा भूतले आधारता अस्ति, तयोः मध्ये यः सम्बन्धः अस्ति, संयोगः, तत्र सम्बन्धत्वम् अस्ति, सम्बन्धता अस्ति खलु इति भेदः अस्ति. इत्युक्ते ज्ञानं विना अपि घटे आधेयता, संयोगे सम्बन्धता, किं भूतले आधारता अस्ति एव, किन्तु यदा ज्ञानं जायते तदा एव घटे प्रकारता जायते, संयोगे संसर्गता जायते, भूतले विशेष्यता जायते इति अत्र उक्तम्. तदेव इदानीम् अन्तिमवाक्यं पठामश्चेत् एतद् यथार्थज्ञाननिरूपिता प्रकारता रजतत्वे, इत्युक्ते इदानीं ज्ञानस्य आकारः अस्ति अयं रजतम्, इदं रजतम् इति ज्ञानम्. इदं रजतम् इत्यस्मिन् ज्ञाने अत्र भवानेव वदतु प्रकारता कुत्र अस्ति. प्रकारता रजतत्वे अस्ति. हा, समवायी इति सम्बन्धः संसर्गता, समवायी संसर्गता अस्ति. इदमि इत्युक्ते इदं यत् पश्यामः तत् विषयता, इदमि विशेष्यता अस्ति. उत्तमम् इति अस्ति, तावदेव तावदेव उक्तम् अत्र. अस्तु तर्हि इदानीम् अग्रे गच्छेम. वर्षा भगिनी पठति किम्? परन्तु एतादृशज्ञान अभावदशायां किम् इदं पदार्थे रजते रजतत्वं न भवति, तयोश्च समवायः सम्बन्धः न भवति, भवति एव. न हि रजतत्वरजतयोः समवायसम्बन्धेन आधार आधेयभावः रजते रजतत्वज्ञानम् अपेक्षते. रात्रौ अस्मासु सर्वेषु सुप्तेषु भूतले घटज्ञान अभावदशायाम् अपि भूतले घटः भवति एव, तथैव रजते रजतत्वज्ञान अभावे अपि तत्र रजतत्वं भवति एव. अतः आधार आधेयभावः अस्मदीयं ज्ञानं न अपेक्षते, स तु वस्तुनोः स्वभावः. पृथिव्यादिद्रव्येषु रूपादयो गुणाः उत्क्षेपणादिकर्माणि द्रव्यगुणकर्मसु सत्तादयः जातयः परमाण्वादिनित्यद्रव्येषु विशेषाः, तत्र तत्र समवायः अनेकविधाश्च अभावाः ज्ञाने सति असति वा स्वाधिकरणे तिष्ठन्ति एव इति न तत्र क्वापि ज्ञान अपेक्षा. तदेव दत्तमस्ति महोदय. आधार आधेयभावः यत्र कुत्रापि वर्तते एव, तस्य ज्ञानम् अस्ति वा नास्ति वा इति न चिन्तनीयं. ज्ञानं विना अपि आधार आधेयभावः भवति एव इति दत्तमस्ति. तत् तस्य प्रकृतिस्वभावः इति अपि दत्तमस्ति. सत्यम्, इत्युक्ते नूतनं किमपि नास्ति खलु अत्र. तर्हि स्वभावतः वस्तुनि वस्तुषु किं किम् अस्ति, ज्ञानतः वस्तुषु किं किं जायते इति एकवारं वदति वा. स्वभावतः किं किम् अस्ति, ज्ञानतः किं किं जायते इति. आम् महोदय. स्वभावः तु यदि घटः भूतले अस्ति इति वदामश्चेत् घटः इति आधेयः, भूतलम् इति आधारः, तयोः मध्ये संयोगः सम्बन्धः इति स्वभावतः वर्तते. यदि ज्ञानतः इति स्वीकुर्मश्चेत् घटे प्रकारता, भूतले विशेष्यता, तयोः मध्ये संसर्गता इति ज्ञानम् अत्र ज्ञानतः वर्तते. हा, अत्र ज्ञानतः इति पञ्चमी अस्ति खलु. हा, तत्र हि कीदृशपञ्चमी अस्ति? अपादानपञ्चमी वा? अपादानमस्ति चेत् तत्र अपादानपञ्चमेन भवितुम् अर्हति खलु, हेतुः भवति, हेतु अस्ति तत्, हा उत्तमं, बहु उत्तमं। स्वभावतः ज्ञानतः, अत्र स्वभावः एव हेतुः, कस्य? आधेयता, सम्बन्धता, आधारता इति एतेषां स्वभावः एव हेतुः अस्ति, किन्तु प्रकारता, संसर्गता, विशेष्यता इत्येतेषां ज्ञानमेव हेतुः अस्ति। यदा ज्ञानं, हेतुः इत्युक्ते कारणं, यदा ज्ञानं भवति तदा एव प्रकारता, संसर्गता, विशेष्यता जायते, किन्तु स्वभावत्वेन आधेयता, सम्बन्धता, आधारता एतत् सर्वं प्रत्येकं वस्तुनि नो चेत् वस्तुषु वर्तत्येव इति अत्र उक्तं, तावदेव। अस्तु, बहु उत्तमं, तर्हि अग्रे भवती एव पठतु भगिनि। परन्तु पदार्थस्वभावभूतम् आधार आधेयभावम् अनुसृत्य यदा अनुभवः उत्पद्यते तदा सा प्रमा भवति, यत्र हि स्वभावसिद्धा अधिकरणता तत्र ज्ञाननिरूपिता विशेष्यता भवेत्, यत्र च स्वभावसिद्धा आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत्, यश्च आधार आधेययोः सम्बन्धः तत्र ज्ञानीया संसर्गता भवेत् सा प्रमा। विषयमेनं चित्रात् सम्यक् अवगच्छामः। चित्रे दत्तमस्ति रजतं, रजते आधारता अस्ति, स्वभावतः आधारता अस्ति, ज्ञानतः तत् विशेषता भवति इति, तदा एव आधेयता स्वभावतः रजतत्वे अस्ति, तदेव ज्ञानस्य प्रकारता, प्रकारः भवति, तादृशं तयोः मध्ये सम्बन्धः यत् संयोगसम्बन्धः अस्ति तत् स्वभावतः वर्तते, तदेव संसर्गता, ज्ञानतः संसर्गता इति भवति। एकनिमिषं, रजतत्वं रजतमनयोः मध्ये संयोगसम्बन्धः भवति वा? इदु, सोरि सोरि, नो महोदय, समवायसम्बन्धः। अस्तु अस्तु, समीचीनं, बहु समीचीनं। तर्हि स्वभावतः आधेयता, सम्बन्धता, आधारता यत्र अस्ति तत्रैव ज्ञानतः उत्पद्यमानप्रकारता, संसर्गता, विशेष्यता क्रमेण भवन्ति चेत् तादृशज्ञानमेव प्रमा इति अस्ति। एतावत्पर्यन्तम् अत्र तद्वती तत्प्रकारः इत्युक्ते किम् इति न अधीतम्, सामान्यचिन्तनम् अत्र जायमानमस्ति। तद्वती तत्प्रकारः इति अत्र किञ्चित् व्याकरणविषये अवगन्तव्यमस्ति। अस्तु, बहु समीचीनम्। तर्हि प्रमा इत्युक्ते किम् इति अस्माभिः अधीतं, स्वभावतः आधेयता, सम्बन्धता, आधारता यत्र सन्ति तत्रैव ज्ञानतः प्रकारता, संसर्गता, विशेष्यता क्रमेण जायते चेत् तादृशज्ञानं प्रमा इति भवति। बहु उत्तमं, धन्यवादः भगिनि। महोदय, एका शङ्का अस्ति महोदय, अत्र चित्रे किमर्थम् एतानि त्रीणि एकस्तरः, एकस्तरे नास्ति, आधारता, रजतं किमर्थं किञ्चित् अधः अस्ति, परन्तु अग्रिमचित्रे तु त्रीणि अपि एकस्तरे एव अस्ति। अस्तु, प्रथमम् अस्मिन् चित्रस्य विषये चिन्तयामः, आधारता कुत्र अस्ति? रजते। तर्हि रजतस्य उपरि एव आधारता अस्ति खलु? इत्युक्ते आधारता अपि च रजतम् अनयोः मध्ये आधारादिभावः अस्ति खलु, इत्युक्ते आधारता कुत्र अस्ति इति चेत् रजते इति भवत्या उक्तं खलु, अतः रजतम् इति किञ्चित् अधोभागे दत्तमस्ति, तदेव समीचीनम्। अस्तु, अग्रिमचित्रे किमस्ति इति अग्रे पश्येम। अस्तु, स्वामिमहोदय पठति किम्? आं महोदय, परन्तु न न तत् पठितम् अग्रे चित्र, अग्रिमपुटे चित्रात् अधः आधेयत्वप्रकारत्वयोः सामानाधिकरण्यं करण्यात् प्रमा। आम्, आधेयत्वप्रकारत्वयोः कामाधिकरण्यात् क्रमा. अस्तु, अग्रे गमनात् पूर्वम् अस्य वाक्यस्य अर्थं कथं वा भवता अवगतम् इति प्रतिपादयतु. महोदय, आधेयत्वप्रकारत्वम् आधेयता प्रकारता द्वयोः मध्ये समानाधिकरण्यम् अस्ति. एतत् समानाधिकरण्यमेव प्रमा इति वाक्यम् अस्ति इति मया बुद्धं. न समानाधिकरण्यात् इति पञ्चमी दृश्यते खलु? आम् महोदय, समानाधिकरण्यात् इति हेतुपञ्चमी अस्ति. अस्तु, अत्र किमुक्तम्? आधेयता यत्र, तर्हि भवानेव वदतु. सर्वमहं वदामि चेत् महोदय, इतोपि स्पष्टतया वदतु इति, इतोपि किञ्चित् प्रतिपादयतु. यतः आधेयत्वं प्रकारत्वं सामानाधिकरण्ये सन् स्तः तत्र प्रमा भवति. अस्तु, अत्र उपरितनचित्रे आधेयता कुत्र अस्ति, प्रकारता कुत्र अस्ति? आधेयता रजतत्वे अस्ति महोदय, प्रकारता अपि रजतत्वे अस्ति. हा, आधेयता रजतत्वे अस्ति, प्रकारता रजतत्वे अस्ति इति कृत्वा रजतत्वम् इति एव समान अधिकरणम् इति कृत्वा आधेयता प्रकारतयोः मध्ये समानाधिकरण्यम् अस्ति खलु? अस्तु. हा, तर्हि अस्मिन् शीर्षके किमुक्तं? यत्र आधेयता प्रकारतयोः मध्ये समानाधिकरण्यम् अस्ति तत्र प्रमा इति वक्तुं शक्यते इति लिखितं, तदेव शीर्षकम् महोदय. तर्हि अत्र इदानीं मनसि एकः प्रश्नः भवेत् इत्युक्ते आधारताविशेष्यतायाः मध्ये यदि समानाधिकरण्यं नास्ति तत्र प्रमा भवति वा न भवति वा इति प्रश्नः खलु महोदय. सम्बन्धता संसर्गता इत्यनयोः मध्ये समानाधिकरण्यं नास्ति चेत् अपि प्रमा न भवति खलु? प्रमा न भवति खलु? इत्युक्ते अत्र वस्तुतः त्रीणि वाक्यानि भवेत्, आधारताविशेष्यतयोः समानाधिकरण्यात् प्रमा इति अपि वक्तुं शक्यते. सम्बन्धता संसर्गतयोः समानाधिकरण्यात् प्रमा इति अपि वक्तुं शक्यते, किन्तु तत्सर्वम् अनुक्त्वा आधेयत्वप्रकारत्वयोः समानाधिकरण्यात् प्रमा इति एव उक्तम्. किमर्थम् इति तादृशप्रश्नः मनसि भवेत्. भवतु, इदानीं तस्मिन् विषये एव अग्रे पाठः गच्छति, किन्तु यदा एतत् पठेम तदा एषः सन्देहः मनसि भवेत्. अस्तु, अग्रे पठतु महोदय. इहोदाहरणे स्वभावसिद्ध रजते अधिकरणता, तत्रैव ज्ञाननिरूपितविशेष्यता अस्ति, यश्च तयोः सम्बन्धः समवायः तत्रैव ज्ञाननिरूपितसंसर्गिता अस्ति. संसर्गता अस्ति. यत्र च रजतत्वे स्वभावसिद्धा आधेयता, तत्रैव ज्ञानीया प्रकारता इति रजते रजतत्वावगाही रजतत्वप्रकारकं ज्ञानं प्रमा भवति. तावत्पर्यन्तं महोदय. तावत्पर्यन्तं किञ्चित् अथवा एतत् सर्वम् अस्माभिः चिन्तितमेव, किन्तु अभ्यासाय रजतम् अधिकरणमस्ति महोदय, अतः रजते अधिकरणता अस्ति, विशेष्यता अपि तत्र एव अस्ति ज्ञाने. एतत् ज्ञाने वा रजतं किमर्थं ज्ञाने न न ज्ञाने नास्ति महोदय रजते ज्ञाननिरूपितविशेष्यता ज्ञाननिरूपितविशेष्यता इत्युक्ते ज्ञानेन एव यदा ज्ञानं भवति तदा एव विशेष्यता जायते खलु महोदय इति कृत्वा स्वभावतः आधारता यद् रजते अस्ति तत्रैव ज्ञाननिरूपितविशेष्यता भवति चेत् अस्तु अग्रे तयोः सम्बन्धः समवायः गुणिगुणिनोः इति रजतत्वं रजतत्वम् इति गुणः वा न महोदय तत्तु जाति एव तर्हि जातिव्यक्तयोः मध्ये अपि समवायसम्बन्धः एव खलु समवाय सत्यम् अस्तु ज्ञाननिरूपितसंसर्गता अस्ति महोदय यथा भवान् पूर्वम् उक्तं ज्ञानं ज्ञानपश्चात् एतत् ज्ञानं समवायसम्बन्ध यत्र च रजतत्वे महोदय ज्ञानीया प्रकारता इति ज्ञानीया मया न बुद्धं महोदय ज्ञानीया ज्ञाननिरूपित ज्ञानीया प्रकारता इत्युक्ते ज्ञानेन या प्रकारता जायते सा प्रकारता रजतत्वे अस्ति चेत् इति बोधः तत् पदं किं महोदय ज्ञानीया भवान् प्रत्ययः कः इति पृच्छति किम् कथं कथम् इति पाणिनिः नास्ति किन्तु ज्ञानीया ज्ञानीया प्रकारता ज्ञानेन जायमानप्रकारता इति अर्थः महोदय अस्तु महोदय रजतत्व अवगाहि रजतत्वप्रकारकम् ज्ञानं प्रमा भवति इति उक्तं तर्हि रजते रजतत्वं पश्यामश्चेत् तत् प्रमा भवति रज्जौ रज्जुत्वं पश्यामश्चेत् प्रमा भवति किन्तु रज्जौ सर्पं पश्यामश्चेत् किं भवति भ्रमा भवति खलु अयथार्थज्ञानं भवति तत् अस्तु अग्रे पठतु महोदय द्वितीयोदाहरणेपि आधेयता प्रकारतयोः सम्बन्धता संसर्गतयोः आधारता विशेषतयोः सामानाधिकरण्यात् भूतलं घटवत्ति ज्ञानं भवति प्रमा उपरि चित्रे तु भूतले घटः अस्ति तत् दत्तं महोदय सत्यं तदेव ज्ञानस्य आकारः घटः भूतले अस्ति उत्तमम् तर्हि आधेयता प्रकारता सम्बन्धता संसर्गता आधारता विशेष्यता एतयोः मध्ये सामानाधिकरण्यमस्ति आधेयतप्रकारमध्ये सम्बन्ध महोदय अस्ति भूतलं घटवत् इति ज्ञानं भवति प्रमा उत्तमम् इति अस्ति तर्हि तत्र आधेयता प्रकारता सम्बन्धता संसर्गता आधारता विशेषता अनयोः मध्ये सामानाधिकरण्यम् अस्ति इति कृत्वा त्रयोः मध्ये अपि सामानाधिकरण्यम् अस्ति इति कृत्वा एतद् ज्ञानं प्रमा भवति बहुतम् इति अस्ति अस्तु अग्रे मेहुल् महोदय पठति किम् आम् महोदय यथा श्रुततर्कसङ्ग्रहपङ्क्त्यापि अयमेव अर्थो लभ्यते तद्वति तत्प्रकारकोऽनुभवः यथार्थः इति हि मूलं तद्वत् इति एकः अंशः प्रथमं ततः परं विद्यमाना सप्तमी तत्प्रकारकः इति पदद्वयं च अपरः अंशः द्वितीयम् अनुभवः यथार्थः इति च लक्ष्यनिर्देशः. तद्वत् इत्यत्र अस्ति मत्तु प्रत्ययः, स च तदस्यास्ति अस्मिन् इति मतु इति सूत्रेण विहितः. तत्र सूत्रे तत्पदेन रूपवत् इत्याद्युदाहरणे रूपं ग्राह्यं. तत् रूपम् अस्य अस्ति इति एकः वाक्यार्थः, तद्रूपम् अस्मिन् अस्ति इति अपरः. षष्टिसम्बोधनबोधनाय, सप्तमी च अधिकरणत्वबोधनाय गृहीता इति रूपसम्बन्धबोधनाय, रूपाधिकरणत्वबोधनाय वा मतुक् भवति इति पर्यवसितसूत्रार्थः. अस्तु, अत्र हा अत्र मूलग्रन्थे तद्वति तत्प्रकारकोऽनुभवः यथार्थः इति उक्तं. तस्य अर्थः कः इति अत्र दत्तं. प्रथमम् अस्ति तद्वति अथवा तद्वत् इति एकः अंशः अस्ति. ततः तस्य प्रथमार्थः भवति ततः परं विद्यमाना सप्तमी. तद्वति इति सप्तमी अस्ति. तेन किं भवति तर्हि तत् प्रकारकः इति पदद्वयं च अपरः अंशः. तत् तद्वति इति प्रथम अंशः अस्ति, तत्तु सप्तमी अस्ति. तस्य अनन्तरं तत् प्रकार प्रथमांशः कः? तद्वत् इति, तद्वत् इति एकः तावदेव. तद्वत् इति तावत् प्रथमांशः. प्रथमांशः द्वितीय तु हा अस्तु अस्तु. ततः परं विद्यमाना सप्तमी तद्वति इति सप्तमी इति तत्प्रकारकः इति पदद्वयं तत् सप्तमी अपि च तत्प्रकारकः इति पदद्वयं यः अस्ति ते एव अपरः अंशः इति. इत्युक्ते अलौकिकविग्रहवाक्यम् इव लिखामश्चेत् तद्वत् योगः नि इति अस्ति खलु. हा सम्यक् सत्यं, नि योगः तत्प्रकारकः. तत्रापि तद्वत् इत्यत्रापि अलौकिकविग्रहवाक्यं लिखामश्चेत् तद् योगः मतु मतु योगः नि योगः तत्प्रकारः इति चिन्तयतु. तत्प्रकारः इत्यस्य अलौकिकविराग्रहं न लेखनीयम्. तर्हि तद् योगः मतुप् योगः नी योगः तत्प्रकारकः तत्प्रकारः इति अस्ति खलु. प्रकारकः इति अस्ति. तत्र यदि आवरणद्वयम् आवरणम् इत्युक्ते ब्राकेट्स् इति स्थापयामः तर्हि तद् योगः मतुप् इति एकस्मिन् आवरणे स्थापनीयम्. तदनन्तरं नी योगः तत्प्रकारकः इति अन्यस्मिन् आवरणे स्थापनीयम्. द्वितीयग्रूप् द्वितीयग्रूप् अस्ति. तदेव द्वितीय अंशः. तर्हि अंशद्वयं लब्धम्. अपि च अस्तु, तर्हि मतु प्रत्ययः कस्मिन् अर्थे प्रयुक्तं भवति इति वदतु. अत्र तदस्यास्ति अस्मिन् इति मतु इति सूत्रेण तत् अस्य अस्ति अस्मिन् इति तस्य अर्थः. तद्वत् इत्यत्र अस्ति इति अर्थे मतु प्रत्ययः योजनीयं. तद्वत् इत्यत्र अस्ति इत्यत्र अस्ति इति तस्य अर्थः भवति. अत्र अत्र उदाहरणमस्ति रूपवत्. तर्हि अत्र रूपवत् इति उदाहरणे रूपम् इति गुणः तस्मिन् अस्ति, अतः पदार्थः रूपवत् भवति. अतः रूपवत् इत्यनेन रूपमिति एव ग्राह्यं. तत् रूपम् अस्य अस्ति इति रूपवत् इति वाक्यस्य अर्थः भवति. अपि च तद्रूपम् अस्मिन् अस्ति इति द्वितीयः अर्थः भवति इति अहं मन्ये. तद्रूपम् अस्मिन् अस्ति. अस्तु, अत्र अहं किं करोमि महोदय, अत्र रूपवत् इति तावद् स्पष्ट उदाहरणं नास्ति. अत्र धनवान् इति धनवत् इति स्वीकरोतु. अस्तु अस्तु, धनवान् अथवा धनवत् वा? धनवत् इति प्रातिपदिकं, तत्र धनवान् इति पुरुषः अस्ति चेत् धनवान्, धनवान् इति प्रातिपदिकं स्वीकरोतु, धनवान् इति पदं स्वीकरोतु. आमां, धनवान् इत्युक्ते अस्य अस्ति, धनम् अस्य अस्ति तदस्ति धनवान्, तद् पुरुषः भवति धनवान् इति, धनम् अस्य अस्ति इति अर्थः, धनवान् इत्यस्य अर्थः. तद् रूपम् अस्मिन् अस्ति, धनम् अस्मिन् अस्ति इति न, इति नास्ति खलु तत्र. यस्य पार्श्वे धनम् अस्ति सः एव धनवान् इति अर्थः अत्र स्वीकृतः. यस्य पार्श्वे इति इतोपि समीचीनतया वक्तव्यं, धनवान् इति पदस्य अर्थद्वयमस्ति खलु. अस्य अस्ति इति धनवान्, अस्मिन् अस्ति इत्यपि धनवान्, इत्यपि धनवान्. धनः, धनस्य किं वदामः, ओनर् इति अस्ति, तद् तद् भवति धनवान् इति. अपि च यस्मिन् धनम् अस्ति तदपि धनवान् इति अपि अन्यत् अर्थः भवति. अतः तद् तद् अस्य अस्ति अपि च तस्मिन् अस्ति इति अर्थद्वयं न तु प्रत्ययस्य इति अत्र दत्तम्. इत्युक्ते अत्र अवगमनार्थम् एवम् अवगच्छतु महोदय, अस्य अस्ति इति धनवान्, धनम् अस्य अस्ति धनवान् इति रिच् मेन् इति अवगच्छतु. रिच् मेन् सम्यक्, ओके, धनिकः, धनिकः सम्यक् अस्तु. धनम् अस्मिन् अस्ति इति केशियर्, इत्युक्ते केशियर् यः अस्ति स तस्मिन् धनमस्ति, किन्तु तस्य धनं नास्ति. तस्य नास्ति, अपि च स्यूतम् इति अपि खलु, स्यूते धनमस्ति चेत्. सत्यं, स्यूतमपि धनवति इति वक्तुं शक्यते, किन्तु केशियर् रिच् मेन् इति अवगच्छामि, समीचीनबोधः जायते. आम् सत्यं, तद् सत्यम्, अस्मिन् धनमस्ति इति केशियर्, अस्य धनमस्ति इति धनवान्, धनिकस्य धनं केशियर् कृते अस्ति इति कृत्वा सः अपि धनवान्, किन्तु तस्य धनं नास्ति, तस्मिन्नेव धनमस्ति. किन्तु अर्थद्वये अपि अत्र मतुप्रत्ययस्य प्रयोगः कर्तुं शक्यते. अस्तु, अग्रे पठतु महोदय. अग्रे अस्ति षष्टिसम्बोधनबोधनाय सप्तमी. तत्सर्वं चिन्तितं खलु, पुनः न चिन्तनीयम्, अत्र तावदेव लिखितमस्ति, धनम् अस्ति अस्ति इत्यस्मिन् अर्थे अपि धनवान्, धनम् अस्मिन् अर्थे अस्ति इत्यपि धनवान्. तदेव मतु पर्यवसितसूत्र. अस्तु अस्तु, अत्र केवलं मतु प्रत्ययस्य प्रयोगः कथं क्रियते इति उक्तं, किन्तु तद्वत् इत्यत्र कस्मिन् अर्थे प्रयुक्तमिति न उक्तं, तदेव अग्रे आगच्छति, तत् पठतु. तथा च प्रकृते तत्पदेन रजतत्वग्रहणे तद्वत् इत्यनेन रजतत्वाधिकरणत्ववत् रजतत्वाधिकरणत्ववत् बोध्यते. अधिकरणत्वे लब्धे च आधेयतापि अर्थादेव रजतत्वनिष्ठा लभ्यते. तेन रजतत्वनिष्ठाधेयतानिरूपिताधिकरणतावत् इति तद्वत् इत्यंशेन अर्थः लब्धः. अतः स्वभावसिद्धः आधारादेयभावः पूर्वोक्तः तद्वत् इति प्रथमम् इति आदिमांशेन लभ्यते. तावद् वदतु महोदय. अस्तु, तावद् प्रथमम् अत्र तद्वत् इति प्रथम समूहः अस्ति तत्र. तत् अपि च तत् योगः मतुप् इति प्रत्ययः अस्ति, तर्हि तत्र प्रथमपदमस्ति तत्. तत्पदेन अत्र रजतत्व इत्यस्य ग्रहणं करणीयं. तद्वत् इत्यनेन किं भवति, रजतत् स्ववत् इत्यस्य इति भवति, परन्तु तस्य अर्थः भवति रजतत्व अधिकरण अधिकरणत्ववत् इति एव तस्य अर्थः भवति. अत्र अधिकरणत्वे लब्धे च आधेयतापि अर्थादेव रजतत्वनिष्ठा लभ्यते. एकनिमिषं महोदय, क्षम्यताम्, अत्र रजतत्व भवता यदुक्तं बहु समीचीनमस्ति, रजतत्व अधिकरणत्ववत् इति अस्ति, किन्तु तद्वत् इत्यनेन किं बोध्यं, रजतत्ववत् इत्येव, अत्र किमर्थम् अधिकरणत्ववत् इति पदमपि योजितमस्ति? तद्वत् रजतत्व अधिकरणत्ववत् आधेयता, तदेव अग्रे न न जाना, प्रश्नः सम्यक् न अवगच्छामि. इत्युक्ते रजत् तद्वत् इति पदमस्ति, तद् योगः वत् मतु प्रत्ययः खलु, तत्र तद् इत्यनेन रजतत्वं स्वीकर्तव्यम्। तर्हि तद्वत् इत्युक्ते रजतत्ववत् इति एव अर्थः खलु। रजतत्ववत् इति केवलम् अनुक्त्वा रजतत्व अधिकरणत्ववत् इति किमर्थम् उक्तम् इति प्रश्नः। अत्र अधिकरणत्व इति पदं किमर्थं योजितम्? ओ अस्तु, अहं मन्ये तत्र स्वभावतः तत्र अधिकरणत्वम् इति अपि अस्ति रजतत्वे, अतः तन्नास्ति तन्नास्ति। अग्रिमे वाक्ये दत्तमस्ति वा अधिकरण? अग्रिमवाक्यं यदि एतद् वाक्यम् एतस्य उत्तरं भवति तदा एव अग्रिमवाक्यम् अर्थबोधः अर्थवत् भवति। अस्तु अस्तु, अन्येषां चिन्तनं किम्? प्रश्नः पुनः पृच्छामि, तद्वत् अत्र तद् इत्यनेन रजतत्वम् इति स्वीकुर्मश्चेत् रजतत्ववत् इति एव वक्तव्यं तद्वत् इति, किन्तु रजतत्व अधिकरणत्ववत् इति किमर्थम् उक्तम् इति प्रश्नः। अत्र अधिकरणत्व इति पदं किमर्थं योजितम्? अस्तु मेवल् महोदय, भवानेव वदतु, मतु प्रत्ययः कस्मिन् अर्थे प्रयुक्तं भवति? रजतत्वं न न, अत्र रजतत्वमिति त्यजतु, मतु प्रत्ययः सामान्यतया मतु प्रत्ययस्य अर्थाः के? द्विविध अर्थाः, अर्थद्वयं। हा अस्य अर्थद्वयं, तौ कौ? अस्य अस्ति अथवा अस्मिन् अस्ति। हा तर्हि अर्थद्वयं भवति खलु? हा तर्हि अत्र स्पष्टीकरणार्थम् तावदेव अस्मिन् अस्ति इति एव अर्थः स्वीकरणीयम् अतः। हा अत्र तद्वत् इति अत्र अस्मिन् अस्ति अधिकरणार्थे स्वीकृतम् अर्थः इति बोद्धुं रजतत्व अधिकरणत्ववत् इति उक्तम्। आं सत्यं, तर्हि विषयसप्तमी नो चेत् रजतत्वसम्बन्धत्ववत् इति वक्ति वक्तव्यं भवति। ताद् अत्र सम्बन्धः न उक्तः, साक्षात् अधिकरणमस्ति। रजतत्वं यस्मिन् अस्ति तस्मिन् अर्थे अधिकरणार्थे अस्मिन्नर्थे अत्र मधुप्रत्ययः प्रयुक्तः इति कृत्वा अधिकरणत्ववत् इति अधिकरणत्व इति अपि पदं योजितमस्ति तावदेव। बहु उत्तमं, तर्हि इदानीम् अग्रे पठतु। अधिकरणत्वे लब्धे, अधिकरणत्वे लब्धे च आधेयतापि अर्थात् एव रजतत्वनिष्ठा लभ्यते। हा तर्हि इदानीम् अधिकरणत्वम् इदानीं मधुप्रत्ययः अधिकरणार्थे प्रयुक्तम् इति अर्थः लब्धः, अर्थः स्वीकृतः खलु? आम् आम्, अतः एव आधेयता अपि रजतत्वनिष्ठा इत्यनेन लभ्यते। इत्युक्ते अधिकरणम् इति पदं साकाङ्क्षापदमस्ति खलु, रिलेटिव्। आदेयः किम् इति अपि वक्तव्यं, तस्य अपेक्षा अस्ति। सत्यं, तर्हि यदा अधिकरणम् इति वदामः तदा कस्य इति प्रश्नः उदेति खलु। इति कृत्वा अधिकरणत्वे लब्धे, इदानीं मतु प्रत्ययस्य अधिकरणत्वं स्वीकुर्मश्चेत् अधिकरणत्व अधिकरण अर्थे स्वीकृते सति आधेयता अपि अर्थादेव, अत्र सापेक्षापदमस्ति इति कृत्वा अत्र आधेयता अपि लभ्यते। कुत्र आधेयता अस्ति? आधेयता रजतत्वे अस्ति। उत्तमं, रजतत्वनिष्ठा, राधे रजतत्वे अस्ति इति कृत्वा रजतत्वनिष्ठा अपि अस्ति, रजतत्वनिष्ठा अस्ति आधेयता। उत्तमं, तेन तेन रजतत्वनिष्ठाधेयता निरूपित अधिकरणतावत् इति तद्वत् इत्यस्य अर्थः भवति। सत्यं, रजतत्वनिष्ठाधेयता निरूपित अधिकरणतावत्। तर्हि तद्वत् इत्यनेन किम् इति चेत् रजतत्वनिष्ठ आधेयता निरूपित अधिकरणतावत् इति अर्थं लब्धम्। सत्यं, तर्हि इदानीं ज्ञानमस्ति इदं रजतम् इति. तत्र इदं तद्वत् इत्युक्ते इदम् इति पदेन एव तद्वत् इति उक्तमस्ति. तर्हि इदम् इत्युक्ते किं? रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणतावत् इदम् इति पदं लब्धं, तावत् ज्ञानं जातम्. अस्तु, इदानीम् अग्रे रमेश महोदय पठति किं ततः. अतः महोदय कुत्र अस्ति? ततः अस्ति अपरः भागः, अपरभागः. ततः अस्ति अपरभागः सप्तमी तत् प्रकारकः इति पदद्वयं प्राग्गुप्तं. तत्र सप्तम्याः विशेष्यता इति अर्थः. वैषयिकी सप्तम्यां, मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा. सप्तमीयं सप्तमीयं मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा. तादृश अधिकरणत्तावत् यत् तत्र इयं विशेष्यता भवति. तद्वत् च प्रकृते रजतम् इति विशेष्यतायाः रजतनिष्ठत्वलाभः. अस्तु, किञ्चित् वदतु अत्र. तत्र अपरभागः यत् सप्तमी तत् प्रकारः इति द्वे पदे सन्ति, तस्य तद्विषये अस्ति. तत्र सप्तम्याः विशेष्यता, तर्हि तद्वत् इति यद् अस्ति तस्य विशेष्यता अर्थे उपयोगं, तस्य उपयोगं भवति. तर्हि तत् सप्तम्याम् अस्ति, तत् तद्वत् विषये इति अवगन्तव्यम्. हा, तर्हि अत्र तद्वती इति सप्तमी पदम्. अत्र सप्तमी कस्मिन् अर्थे प्रयुक्तम्? विशेषसप्तमी अस्ति तत्र. किं? विषयसप्तमी, विषयसप्तमी अस्ति. विषयसप्तमी, अत्र अधिकरणसप्तमी नास्ति, विषयसप्तमी अस्ति. किमर्थम् अधिकरणसप्तमी नास्ति? तद्वत् तद् अधिकरणम् अस्ति, तस्य अधिकरणं न भवति खलु. समीचीनविषये, समीचीनं, बहु समीचीनम्. इत्युक्ते तद्वत् इति अनेन मतुप्रत्ययस्य योजनेन एव अधिकरणं लब्धं खलु. अधिकरणार्थे एव मतुप्रत्ययस्य योजनं कृतम्. तर्हि धन अत्र तद्वत् इति मतुप्रत्ययस्य योजनेन एव इदानीम् अधिकरणम्, अधिकरणार्थे एव मतुप्रत्ययस्य योगः कृतः खलु. तर्हि तद्वत् इति वक्ति वदामश्चेदेव अधिकरणार्थः लब्धः. पुनः अधिकरणार्थे सप्तमी प्रयोगः न करणीयः. तर्हि अधिकरणस्य विषये इति यदा वदामः तदा अर्थः स्वीकर्तव्यः. तद्वति इति अत्र सप्तमी प्रयोगः विषयसप्तमी अस्तु, विषयसप्तमी अस्ति, न तु अधिकरणसप्तमी. तर्हि सामान्य एकम् उदाहरणं स्वीकृत्य वदति वा अस्य प्रतिबोधनार्थं, प्रतिपादनार्थम्? इत्युक्ते अस्माकम् उदाहरणं धनवान् इति उदाहरणमस्ति खलु. तत्र विषयसप्तमी प्रयुज्य एकं वाक्यं वदतु. धनवती धनवती इति विषय सप्तमी भवति विषयसप्तमी धनवती दयालु भवेत् न तद् न समीचीनं धनवान् अस्तु समीचीनम् एतादृशं चिन्तनीयम् अस्तु अन्य यः कोऽपि प्रयत्नं करोतु यः इच्छति धनवती इति पदप्रयोगः भवेत् वाक्ये तदनन्तरं किमपि वक्तव्यं येन अत्र धनवती इति विषयसप्तम्या स्वीकृतम् प्रश्नः कः महोदय क्षम्यतां पुनः वदति अस्तु अत्र धनवान् धनवत् इति प्रातिपदिकमस्ति खलु महोदय धनवान् इति प्रथमाविभक्तिः एकवचनम् अत्र धनवती इति पदं प्रयोक्तव्यं किन्तु विषयसप्तमी प्रयोगः करणीयः तादृशवाक्यं यः कोऽपि वदतु इति मया प्रार्थितं धनवती महोदय तत् पूर्वमेकः प्रश्नः अस्ति महोदय हा किमर्थं सप्तमी अर्थं करणीयमेव किमर्थं विषयसप्तमी प्रयोजनं करणीयमेव तद् तद्वत् इति वदामश्चेदेव अधिकरणम् अधिकरणस्य सूचनं भवति तत्पश्चात् किमर्थं तस्य विषयीकरणम् अस्तु किन्तु प्रयुक्तमस्ति खलु मूलपङ्क्तौ तद्वती तत्प्रकारको ज्ञानं यथार्थज्ञानम् इति प्रयुक्तमस्ति खलु तर्हि कस्मिन्नर्थे प्रयुक्तम् इति अवगन्तव्यं प्रयुक्तं किमर्थं प्रयोक्तव्यम् इति यदि अर्थबोधः जायते तदा तस्य प्रश्नस्य उत्तरं लभ्यते किन्तु प्रयुक्तं खलु अस्माकं पुरतः वाक्यमस्ति तद्वति तत्प्रकारको ज्ञानं यथार्थज्ञानम् इति वाक्यमस्ति तर्हि तद्वती इति विषयसप्तम्यां विषयसप्तमी अर्थे प्रयुक्तम् इति ग्रन्थकारः वदति तस्य बोधः समीचीनतया जातः वा इति प्रश्नार्थम् इदानीम् अहम् एकं प्रश्नं पृष्टवान् तस्य उत्तरम् उत्तरस्य विषये इदानीं चिन्तयतु किन्तु प्रश्नः समीचीनः इत्युक्ते तदेव अत्र मुख्यवार्ता अस्ति मतु प्रत्ययेनैव अधिकरणम् उक्तमस्ति इति कृत्वा किमर्थं तस्मादुपरि इदानीं सप्तमीप्रयोगः कृतः अधिकरणे अधिकरणार्थे सप्तमीप्रयोगः न क्रियते अस्तु तर्हि एष एव गृहपाठः इति भवतु अत्र धनवान् धनवत् इति प्रातिपदिकं स्वीकृत्य विषयसप्तम्यर्थे वस्तुतः धनवती इति वदामश्चेत् तत्रापि विषयसप्तमीप्रयोगः एव भवति भवतु तस्मिन् विषये एकं वाक्यं रचयन्तु समयः जातः अत्र स्थगयामः तर्हि इतोपि अग्रे अग्रिमवर्गे सरेम सर्वेभ्यो नमस्कारः हा वदतु महोदय नमस्कारः महोदय किं क्षम्यतां कृपया ईमेल् ईमेल् मध्ये ईमेल् मध्ये गृहपाठं किमिति प्रेषयामि किन्तु पुनः वदामि अत्र धनवत् इति प्रातिपदिकं स्वीकृत्य इदानीं धनवत् इत्यनेन अत्र वतु प्रत्ययः क्याशियर् इत्यस्मिन् अर्थे प्रयुक्तमिति चिन्तयतु इत्युक्ते अधिकरणार्थे न तु सम्बन्धार्थे धनम् अस्मिन् अस्ति इत्यस्मिन् अर्थे धनवत् इति प्रातिपदिकं लब्धम् इति चिन्तयतु तर्हि तस्य सप्तमी पुनः धनवत् योगः नि इति सुप्रत्ययं योज स्थित्वा धनवति तदनन्तरं किमपि वक्तव्यम्. धनवति इति पदं वाक्ये भवेत्, वाक्यस्य अर्थः अपि भवेत्. अस्तु, तर्हि सर्वं मया उक्तम्. इदानीं भवद्भिः समीचीनतया वक्तुं शक्यते, इत्युक्ते केशियर् इति क्लू दत्तमस्ति खलु मया. तर्हि केशियर् इत्यस्मिन् विषये किमपि वक्तुम् इच्छामश्चेत् किं वदामः इति तादृशं चिन्तयन्ति चेत् उत्तरं लभ्यते. अस्तु, अहं प्रेषयिष्यामि ईमेल् मध्ये. धन्यवादाः सर्वेभ्यो, नमस्काराश्च.